मम यथोक्तं सन्ति प्रश्नाः श्रौतविषये. आम्, एकः प्रश्नः. द्वितीयः मन्त्राणविषये. हा, मन्त्राणविषये. द्वितीयः तद्विहाय इदानीं यद्दृष्टं तत्र मित्राः प्रश्नः आसन्. आदौ अत्र यद्दृष्टं तद्विषये द्वित्रान् प्रश्नान् प्रष्टुमिच्छामि. तत्र भवान् यदा विरामं स्वीकृत्य प्रत्यागच्छति तदा इदं विष्णुरुचक्रमे इत्युक्त्वा अनुवर्तते खलु. साधारणतया होमे तादृशं विरामं स्वीकुर्मश्चेत् तथा वक्तव्यम् इत्यस्ति वा? अस्तु, तेन सह होतव्यं वा अथवा केवलं वक्तव्यमेव? वैष्णववारुणीमृजं जपति यज्ञस्य दृष्टं वादि वरुणस्विष्णुन्दयोरुभयोरेव शान्ति इति वेदे तस्य विधानमस्ति. अस्तु, मध्ये वाङ्नियम आसनलोपजनितप्रत्यवायपरिहारार्थं विष्णुस्मरणम् अस्तु. अपि च अन्ते भवान् अक्षतान् अग्नौ क्षिपन् दृष्टः, तत् किं निमित्तम् इति कौतूहलं जातं. विसर्जनम्. ओ, अग्नेः विसर्जनं. अस्तु अस्तु. पूर्वो स्वः मङ्गलनामाग्नमग्निं प्रतिष्ठापयामि. अस्तु, आवाहनं. गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्व यत्र ब्रह्मादिदेवास्तत्र तद्यदि उच्चैः वदामि तर्हि अनन्तरं जनानां मनसि भवति प्रदक्षिणा कर्तव्या, विभूति ग्रहणं नमस्कारः. परन्तु अग्निर्यदा गच्छति ततः परं प्रदक्षिणां कृत्वा प्रयोजनं नास्ति खलु? भावो हि विद्यते देव. अस्तु, अपि च तत् मम कर्तव्यं खलु, मम कार्यम्. आमामां, सर्वेषां यदि एकः कश्चन भवति चेत् सर्वेषां नमस्कारः तत्र स्थातव्यं. सर्वे यदा अस्तु वयं धृताः ततः परं विलम्बो भवति इति सत्यम्. अस्तु, वैदिकं लौकिकञ्च समीचीनं व्यवस्था. अपि च अपरत्र मया दृष्टं यत् भवान् न्यासं कृत्वा अष्टाधिकशताहुतिः कृत्वा अन्ते पुनः न्यासवत् कृतवान्, तद् अन्तेपि न्यासः इव भवति वा? आदौ यैर्मन्त्रैर्न्यासः कृतः तैरेव मन्त्रैः पुनः अन्तेपि न्यासः. अस्तु, वस्तुतः इदं सर्वं तन्त्रप्रधानं, वेदप्रधानं कर्म इदं न. अस्तु, सप्तशी इत्युक्तौ एव तन्त्रं, चण्डीतन्त्रं, तस्य वैदिकविधानेन सह मिश्रणं. तस्मादेव भागवते अस्ति वैदिकस्तान्त्रिको मिश्रः इति मे त्रिविधो मखः. तत्र शुद्धवैदिकः नाम शौरोतयज्ञः, शुद्धतान्त्रिकस्य अनुष्ठानं केचन कुर्वन्ति तत्र विशिष्य वङ्गदेशे तथा च केरळेषु. इदानीमपि शुद्धतन्त्र तान्त्रिकास्सन्ति, नेपाले अपि सन्ति, भूतान्, तिबेट् तत्र तान्त्रिकाः सन्ति. तान्त्रिकाः इदानीं ते बौद्धाः. कश्मीरेषु कश्मीरतन्त्रमिति बहु विख्यातमासीत् पूर्वं. किञ्च मध्यदेशे प्रायः सर्वत्र मिश्रमेव भवति. शुद्धतन्त्रस्य गौरवो न भवति, शुद्धवैदिकं न पचति, धन्नसहते, धन्नजीर्णं भवति, तत्र श्रद्धा न उत्पद्यते. तत्र एका एव आहुतिः भवति, एका वा आहुतिद्वयं वा तावदेव भवति, जर्वश्रवणम् इत्यादिकम्. इदं लौकिकं, सामूहिकं लौकिकं तावत्. मन्त्राणां विषये मननात् मन्त्रः इति सामान्यव्याख्या अस्ति. वेदातिरिक्तं यत् साहित्यं तत्र तु मन्त्रत्वसिद्धिः उपायेन वा विधिवाक्येन वा भवितुम् अर्हति अथवा उपायेन नाम तत्र मन्त्रनिर्माणप्रक्रिया विद्यते कुत्र दत्ता सा प्रक्रिया तन्त्रग्रन्थेषु तन्त्रग्रन्थेषु भवति यदि गजस्य पूजनं वर्तते गजस्य मन्त्रः कः मनसि भवति तत्र सामान्यविधानमेवमस्ति आदौ प्रणवस्य योजनं अन्ते चतुर्थी प्रत्यययोजनं वह्निजाय मिश्रितं भवति चेत् मन्त्रत्वं वह्निजाय नाम स्वाहा स्वाहा एवं प्रकारेण मन्त्रः सम्बध्यते तर्हि ॐ गजाय नमः गजाय नमः स्वाहा स्वाहा पूजने नमः होमे स्वाहा ॐ गजाय स्वाहा अथवा गजाय नमः स्वाहा एवं प्रक्रिया अस्ति केचन सिद्धमन्त्राः इति भवन्ति तत्र विभक्तिप्रत्ययादयः न भवन्ति यथा हरे राम राम राम हरे कृष्ण कृष्ण कृष्ण हरे हरे स्वाहा श्रीराम जय राम जय जय राम स्वाहा वस्तुतः सम्बोधनाय सर्वाणि किञ्चित् सिद्धमन्त्राः इति तन्त्रशास्त्रे कामनानुसृत्य बीजाक्षरमन्त्राः केचन भवन्ति तत्र बीजमित्यस्य तात्पर्यं किं लघुरूपं सर्वोपि वृक्षः तत्र अस्ति किञ्चित् स्वरूपं लघु तन्नाम बीजं बीजस्य तत्र एकं शास्त्रमस्ति प्रत्येकोऽपि वर्णः अकारादिक्षकारान्त सर्वेऽपि वर्णाः बीजाः भवन्ति बीजानि भवन्ति कतमो वर्णः कस्य बीजमिति तत्र नियमः यथा वम् इति अमृतबीजं रम् इति वह्निबीजं हम् इति आकाशबीजम् यम् इति वायुबीजम् एवं तैः मन्त्रः निष्पाद्यते केचन सिद्धाः मन्त्राः केचन साधनीयाः मन्त्राः अपि भवन्ति ते प्रायः सिद्धानां मन्त्राणामेव सर्वे अनुष्ठानं कुर्वन्ति यतोहि साधिते मन्त्रे तादृशं बलं सामर्थ्यं भवति वा इति सन्दिहति जनः सिद्धमन्त्रेषु तु न सन्देहः इति कारणेन सिद्धानां मन्त्राणां तत्र शौनकः ऋग्विधाने वदति सिद्धामन्त्रा विविधः ब्राह्मणस्य फलं यच्छन्ति विधिवत्प्रयुक्ताः सत्यं तेषां साधनं संयमश्च शमस्तिदीक्षा अनसूयादमश्च इति सिद्धाः मन्त्राः वेदे इदं वेदेतर वाङ्मयस्य इयं व्यवस्था वेदे एवमस्ति मीमांसाशास्त्रे सः विचारः सर्वोपि भवति एवं कुरु एवं कुरु एवम् एवम् एवं यत् विधिनिर्देशात्मकं वाक्यं सः ब्राह्मणग्रन्थः तद् भिन्नमन्त्रः वेदविषये मीमांसकैः मन्त्रस्य लक्षणं किमपि न कृतं ब्राह्मणस्य लक्षणं कृतं पूर्वम् अस्माभिः दृष्टं खलु प्रस्थानभेदे तद्भिन्नः मन्त्रः नाम विधेयवाक्यम् एवं विधिवाक्याद् भिन्नाः मन्त्राः सामान्यतया ब्राह्मणे सर्वाणि विधिवाक्यान्येव भवन्ति इत्यपि न काश्चन गाथाः भवन्ति काश्चन नाराशंसिः भवन्ति कश्चन इतिहासः भवति किञ्चित् पुराणं भवति तदपि तत्र भवति, तेषां मन्त्रत्वं न भवति, विधिवाक्यत्वमपि न भवति, मन्त्रत्वमपि न भवति. कुत्रचित् प्रशंसा भवति, कुत्रचित् निन्दा भवति, कुत्रचित् चोदना भवति, बहुविधानि वाक्यानि भवन्ति. निरुक्त्या अपि अस्य विचारः अस्ति प्रथमाध्याये. मन्त्राणां निर्णयः एव. अन्यः कश्चन तत्र प्रश्नः भवति, प्रायः सर्वेषां मनसि भवति, अस्माकमपि मनसि मध्ये मध्ये उत्पद्यते, अस्य मन्त्रस्य देवता का? मन्त्रस्य देवतानिर्णयः अयमेकः गहनो विषयः. तथैव अस्याः देवतायाः कः मन्त्रः? एतद्वयमपि विदुषामपि कष्टाय भवति. विदुषामेव कष्टाय भवति. विदुषामेव कष्टाय भवति. एवमस्ति स्थितिः. तत्र वेदे एव बहुषु स्थलेषु, नाम ब्राह्मणेषु बहुषु स्थलेषु, केवलं लिङ्गग्रहणे, लिङ्गदर्शनेन तस्य मन्त्रस्य ग्रहणं क्रियते. तस्मिन् सन्दर्भे, तस्मिन् कर्मणि मन्त्रार्थः साक्षात् उपकरोति इति सर्वत्र न भवति, प्रायः भवति किञ्च सर्वत्र न भवति. तर्हि अस्मिन् कर्मणि अस्य मन्त्रस्य विधानं कथम्? सामान्यम् उत्तरं वेदोक्तत्वात्, शिष्टसम्प्रदायत्वात्, बहुभिरादृतत्वात् एवं सूक्ष्मतया. तर्हि लिङ्गग्रहणेन तावदेव. तस्य समाधानं कथं? केवलं लिङ्गग्रहणेन कथं मन्त्रस्य ग्रहणं भवति? केवलं नवग्रहाणां मन्त्रविषये एव न, अन्यदेवतानां विषये अपि. यतोहि पुराणेषु लोके तन्त्रे यावत्याः देवताः सन्ति सर्वासां वेदे तु स्थानं नास्ति, दर्शनं नास्ति, तर्हि कथं कर्तव्यम्? सन्दर्भानुसारेण, लिङ्गदर्शनेन एवं क्रियते. अन्ततो गत्वा किं वदन्ति मीमांसकाः अपि? तदेव यद् प्रसिद्धमस्ति खलु, आकाशात् पतितन्तोऽयं यथा गच्छति सागरं सर्वदेवनमस्कारः केशवं प्रति गच्छति. यस्मै कस्मै अपि कृतो नमस्कारः, अन्ते यथा केशवं प्रति गच्छति. यत् केशवं प्रति गच्छति इत्यस्य तात्पर्यं किम्? सर्वं विष्णुमयं जगत्, सर्वं विष्णुमयं जगत् इति यत् सत्यं, तेन सत्येन एवं वदामः केशवं प्रति गच्छति. तत्र अस्माकं पुरतः रासभो वा भवतु, वराहो वा भवतु, पक्षिर्वा भवतु, जलचरो वा भवतु, चाण्डालो वा भवतु, पण्डितो वा भवतु, देवो वा भवतु, राक्षसो वा भवतु, नामरूपात्मकं सर्वम् अनित्यम्. अन्ते विद्यमानं यत् सत् तत्तु केशवेन अभिन्नम्, तेन एव तस्य स्थितिः. आचार्य वेदान्तशास्त्रे तत्र वदन्ति स्तोत्रेषु अपि वदन्ति शिवशक्त्या युक्तो यदि भवति शब्दः तस्य अभावे शवं भवति, तस्य सत्त्वे शिवं भवति, अभावे शवं। तर्हि अन्तः विद्यमानं यत्सत् तद्भिन्नमस्ति वा? तद् वराहे विद्यमानं सद्वा भवतु, देवानां मध्ये विद्यमानं सद्वा भवतु, जलचराणां मध्ये विद्यमानं वा भवतु, अज्ञानां पापिनां पुण्यात्मनां सर्वेषाम् अन्तः विद्यमानं सत् समानं भवति एकमेव। इति कारणेन सर्वोऽपि नमस्कारः केशवं प्रति गच्छति। तद्वत् यद्यपि वाङ्मये यत्र कुत्रापि यानि कानि वा पदानि यस्मै कस्मै देवतायै प्रयुक्तानि भवन्तु नाम अन्ततो गत्वा तेषां सर्वेषामपि प्रयोजनं पारम्पर्येण कुत्र भवति? ब्रह्मणि भवति। यं वयं पूजयामः तत्र अस्माकं भावः एवं भवति। व्यासस्य इदं वैशिष्ट्यमस्ति बादरायणस्य, सः बहूनि पुराणानि लिखति। शिवपुराणे लिखति शिवः सर्वं, विष्णुः आगत्य शिवं पूजति, गणेशः आगत्य शिवं पूजति, रामः कृष्णः देवी सर्वे आगत्य शिवं पूजति, सर्वे अपि शिवं वदन्ति त्वं ब्रह्मा त्वं विष्णु शिवपुराणे। गरुडपुराणे सर्वे आगत्य गरुडं स्तुवन्ति, नारदपुराणे सर्वे आगत्य नारदं स्तुवन्ति, मत्स्यपुराणे सर्वे आगत्य मत्स्यं स्तुवन्ति। एवं तर्हि तात्पर्यं किम्? सर्वेषाम् ऐक्यं विवक्षितं नामरूपात्मकं सर्वदा सर्वम् अनित्यम्, एकः देवः सर्वभूतेषु गूढः, एकं सत् विप्रा बहुधा वदन्ति, एक एव अग्निर्बहुधा समिद्धः, आत्मा वा इदम् एक एव अग्रे आसीत्। एकमेव खलु वस्तुतः अस्माकं वैदिकं विज्ञानं यदस्ति, द्वैतं विशिष्टाद्वैतम् अद्वैतं शुद्धाद्वैतम् अत्रापि मम तावती प्रीतिर्नास्ति। वस्तुतः एकविज्ञानं अद्वैतमित्यस्य तात्पर्यं किं? द्वैतं न एकमस्ति इति स्पष्टं वदन्तु। तत्र न उत्साहते एकं शास्त्रं महाभारते अस्ति, एकं शास्त्रं देवकीपुत्रगेतुम् एको देवः देवकीपुत्र एव, एको मन्त्रः तस्य नामानि यानि, कर्माप्येकं तस्य देवस्य सेवा। तन्मह्यं रोचते एकविज्ञानम्। इति कारणेन यद्यपि सर्वानुक्रमणिकायां कात्यायनः वदति यम् अर्थपत्यमिच्छन् यां देवतां यम् ऋषिं स्तौति स मन्त्रः तद्देवता कः इति। किञ्च अन्ततो गत्वा सर्वेऽपि मन्त्राः समस्तवाङ्मयं सर्वोऽपि वेदः एकं परमात्मानं स्तौति अनेकरूपैः अनेकनामभिः स्तौति तावदेव। किञ्च स्तुतिस्तु एकस्यैव परमात्मनः अस्ति, तत्कारणेन यं कं वा मन्त्रं यत्र कुत्रापि वा प्रयोक्तुं शक्यते तन्नाम अस्मै प्रयोजनाय एषः मन्त्रः प्रयोक्तव्यः। यत्र विधिः अस्ति तत्र तु अस्माकं चिन्ता नैव चिन्तयति चिन्ता नास्ति तत्र विधेः पालनम् अस्माकं धर्मः यतो हि ऋषिप्रोक्तत्वात् तत्र गुणो जायते तत्र किञ्चित् सामर्थ्यम् उत्पद्यते सौलभ्यं भवति ऋषिप्रोक्तत्वात् ऋषयः किं वदन्ति यत्तैरनुभूतं यत्र तैः सौलभ्यम् अनुभूतं यत्तैः आचरितं येन आचरणेन तैः फलं दृष्टम् इति कारणेन सिद्धा मन्त्राः सिद्धाः मन्त्राः इति तात्पर्यं पुरा ऋषिभिः अनेन मन्त्रेण एवं प्रकारेण इयं देवता आराधिता तस्मात् अनेन मन्त्रेण अस्याः देवतायाः आराधनं कथं भवेत् इत्यस्मिन् अंशे सः अनुभवज्ञः त्रिकालज्ञः ऋषि इत्यस्य तात्पर्यमेव दयाशीली इति कारणेन सः वदति तदस्माभिः अङ्गीकर्तव्यं स्वेच्छया प्रवर्तनीयं चेत् प्रवर्ततां नाम सः दूरमार्गो भवति तावदेव स्वेच्छया अपि गन्तुं शक्यते दूरमार्गो भवति प्रश्नः भवति केचन वदन्ति यद्यपि मन्त्रः स्पष्टं ज्ञायन्ते उदाहरणार्थम् अन्यैः प्रयोग अन्येषां प्रयोगस्य दर्शनात् एवं मन्त्रः भवति सः अस्य देवतायै उपयोगाय भवति इत्यादिकं ज्ञायते स्पष्टं परन्तु केचन वदन्ति उपदेशं विना आचार्यादुपदेशं विना न ते प्रयुक्तव्याः प्रयुक्ताश्चेत् न तावत् फलदाः भवन्ति इति तत्र को विचारो भवति तत्र मन्त्रत्वम् अक्षरसमुदायत्वम् अथवा वाक्यत्वं भिन्नः अंशः अक्षरसमुदायग्रहणं तु पुस्तकं दृष्ट्वा स्वेच्छया भवतः किञ्च मन्त्रग्रहणं केवलम् अक्षरसमुदायदर्शनेन न शक्यते तत्र विच्छेदो भवति विच्छिन्नं भवति अविच्छेदाय मन्त्रदीक्षा इति दीक्षायाः तात्पर्यं बहु उत्तममस्ति तस्य स्वरूपमपि बहु उत्तममस्ति प्रधानं तु तत्र संयमः द्वितीयं परम्परा रक्षणं परम्पराज्ञानं तृतीयं सौलभ्यं चतुर्थं संशयनिवृत्तिः स्वेच्छया कुर्मः संशयनिवृत्तिः कथं भवेत् कालिदासः अपि सामान्यविषयेषु अपि वदति आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् अग्रे किमस्ति बलवत् न स्मरामि बलवच्छिक्षितानामपि एवम् अग्रे अस्ति पाणिनिः अपि शिक्षायां पाणिनीयशिक्षायां वदति कुतीर्थादागतं दग्धम् अपवर्णञ्च भक्षितं न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किलबिषात् तर्हि कथं वक्तव्यं किं वक्तव्यं तर्हि सुतीर्थादागतं व्यक्तं स्वाम्नायं सुव्यवस्थितं सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजते स्वाम्नायं नाम स्वाम्नायं प्रत्येकस्य कश्चन आम्नायो भवति वंशपरम्पर्या भवान् वदति खलु अभिवादने किं वदति ऋषिप्रवरम् उक्त्वा तत्र आपस्तम्भसूत्रः वेद आपस्तम्भसूत्रः षड्शाखाध्यायी इत्यादि तर्हि यजुर्वेदः भवतः आम्नाय ओ एवं तर्हि यजुर्वेदः भवतः स्वाम्नाय अस्तु एवम् एवं तस्य तात्पर्यं किम् यजुर्वेदः अवश्यं पठनीयः आम् यजुर्वेदः पठनीय एव अन्येषां पठनमपि यथाशक्ति भवतु किञ्च यजुर्वेदस्तु पठनीय एव अन्यथा यजुशाखाध्यायी इति प्रतिनित्यम् असत्यं भवति सत्यं प्रतिनित्यम् असत्यं भवति तत्र वर्णस्वरः मात्रा बलं सामसन्तानः इत्युक्तशिक्षाध्यायः उपनिषदि संक्षेपेण दत्तं षट् अंशास्सन्ति तत्र तेषामेव विस्तारः पाणिनिः याज्ञवल्क्यः भरद्वाजः व्यासः इति सर्वे कृतवन्तः शिक्षाग्रन्थेषु तत्रैव ते वदन्ति अधीहि भो सावित्रीं भो अनुब्रूहि गुरु आचार्यसमीपं गत्वा अभिवादनपुरस्सरं प्रार्थनापुरस्सरं ततः शब्दग्रहणं कर्तव्यं तस्मादेव श्रुतिः खलु सत्यं तत्र अनूचानः इति अनूचान इति एकं पदमस्ति उपनिषत्सु वाक्यं भवति योनूचानः स वै महान् यः अनूचानः सः अनूचानो नाम गुरूच्चारणपूर्वक अनूच्चारणं कुर्वन् यः समग्रं वेदम् अध्येति सः अनूचानः यदि स्वयं पुस्तकं हस्ते गृहीत्वा पठति तर्हि सः अनूचानः न भवति यदि कश्चित् कुत्रचित् शृणोति उदाहरणार्थं कस्मिंश्चित् कर्मणि कश्चन मन्त्रः प्रयुक्तः भवति तत् श्रवणेन तस्य मन्त्रस्य ग्रहणं भवति चेत् स भवति वा अनूचानः प्रायेण न खलु तथा न स्व आम्नायस्य साकल्येन ग्रहणानन्तरं यस्य ग्रहणधारणपटुत्वम् उत्तमम् अस्ति विदुषः विद्वांसः यम् अङ्गीकुर्वन्ति सः तथा अनन्तरं कर्तुमर्हति तस्य कृते प्रत्येकस्य मन्त्रस्य वा प्रत्येकस्य श्लोकस्य वा गुरूच्चारणपूर्वकमेव इति तावद् आवश्यकं नास्ति किञ्च तस्य सामर्थ्यं स्यात् तत् सामर्थ्यं विद्वद्भिरङ्गीकृतं स्यात् अन्यच्च तत् सामर्थ्यं नाम मन्त्रस्य सामर्थ्यं वा ग्राहकस्य सामर्थ्यं वा मन्त्रपठनसामर्थ्यं अस्तु श्रवणेन वा भवद्भिः किं पृष्टं कुत्रचित् मया श्रुतं तथा मन्त्रं पठामि तत् श्रवण श्रवणेन यन्मया अवगतं तस्य पठने मम यत् सामर्थ्यं तत् सामर्थ्यं विद्वद्भिरङ्गीकृतं स्यात् अन्यच्च यत् श्रुतं भवता तत् कुतीर्थान्न भवेत् अस्तु प्रायः अस्मिन् देशे ये वेदे वैदिककर्मणि च निरताः सन्ति तेषाम् अनेकैः कारणैः तत्सर्वं शनैः शनैः लुप्तं भवति पुरा तैः सम्यक् अधीतं किञ्च आम्नायानां योगेन विद्यां प्रशिथिलामिव तादृशी स्थितिः अस्ति सर्वेषां मया तेनैव कारणेन अयं देशः विसृष्टः वस्तुतः अहं पूर्वम् अत्र षोडशमासपर्यन्तं उषितवान् केवलं षोडशमासपर्यन्तं किमर्थम् इत्युक्तौ अत्र विद्यारक्षणं न भवति, प्रयोजनमेव नास्ति, कार्यमेव नास्ति. अष्टोत्तरं वदतु अलं, पुरुषसूक्तं वदतु अलं, तर्हि सर्वस्यापि वेदस्य प्रयोजनं किम्? तत्र उपविश्य तीर्थं ददातु, तत्र उपविश्य प्रसादं ददातु, तत्र उपयोगाय भवति वा? तत्र विद्वत्सभाः भवन्ति, पाठशालाः भवन्ति, भवति. तत्र तु अहं मन्दिरेषु नैव गच्छामि, सत्यं वदामि, अहम् अत्रैव मन्दिरेषु भ्रमामि. तत्र पौरोहित्यं करोति खलु? पौरोहित्यमपि अत्यल्पम्, अल्पम्, अत्यल्पम्, अधिकम् अध्ययनम् अध्यापनं तत्र तु अवकाशो भवति. वेदपाठशालासु गमिष्यामि, तत्र वेदपारायणानि भवन्ति, तत्र तत्र पारायणार्थम् आवहयन्ति, यज्ञार्थम् आवहयन्ति, तत्र यज्ञाः निरन्तरं चलन्ति, पारायणानि भवन्ति. वेदसभा नाम वैदिकयज्ञ, वैदिकयज्ञ. तत्र तु स्वाध्यायो भवति, अत्र तु स्वाध्यायो न भवति. मया बहुधा ते सूचिताः, मम द्रव्यापेक्षा अधिका नास्ति, भवन्तः यावदिच्छन्ति तावत् अहं सन्तुष्टः. किञ्च मां बहिः मा प्रेषयतु, अहम् अत्रैव उपविशामि, आसने उपविशामि, प्रातः अर्चनां करोमि, ततः परं तत्र उपविश्य ये आगच्छन्ति तेभ्यः तीर्थप्रसादं यच्छामि, उपविश्य पारायणं करोमि. नाङ्गीकृतं तैः नै नै नै नै तत्र गन्तव्यं, तत्र गन्तव्यं. स्वाध्यायः नास्ति अत्र. तत्र स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यं, ऋतञ्च स्वाध्यायप्रवचने च, दमश्च स्वाध्यायप्रवचने च, तपश्च स्वाध्यायप्रवचने च. तदर्थमत्र अवकाशः एव नास्ति, भारते अवकाशः. तत्र नित्यं स्वाध्यायः भवति, नित्यं प्रवचनं भवति. यः कोऽपि वा एवं फोन् द्वारा वा गृहं वा आगच्छति, अहं वा कुत्रचित् गमिष्यामि, अत्र सन्ति, किञ्च केवलं पक्षान्ते एव, सप्ताहान्ते एव, ते अपि जिज्ञासाः भवादृश. केवलं जिज्ञासूनामेव सम्पर्कं करोमि, पुनः उदरपोषणं, जिज्ञासवः किमपि न यच्छन्ति. तत्र तथा न भवति, भारते तथा न भवति. प्रवचनानि भवन्ति, स्वाध्यायः भवति, एवं प्रकारेण सम्यक् चलति इति अहम् अत्र इदानीम् आगमिष्यामि, केवलं किञ्चित् कालं उषति. एवं प्रकारेण श्रोतविषये पुनः वदामः. अवशिष्टाः द्वित्राः प्रश्नाः वदतु. एकस्तु पृष्टव्यमासीत् उत्तराङ्गे, प्राजापत्यस्य व्याहृतिहोमानां च किं प्रयोजनं, प्रायश्चित्तमेव वा? प्राजापत्यस्यापि प्रायश्चित्तमेव अस्तु. सृष्टकृतहोमानन्तरम् अन्ये सर्वेपि होमाः प्रायश्चित्तहोमाः. तत्र प्रयोजनान्तरेण अन्ये अन्ये होमाः सन्ति, तत्र सूत्रानुसारेण भिन्नाः भिन्नाः भवन्ति. यथा आपस्तम्भसूत्रानुसारेण तत्र जयाभ्यातानुहोमः, राष्ट्रवृद्धोमः भवति, तेषां पुष्टिः उद्देश्य आज्वलायनः तन्नोक्तवान् इति. अपि च वसोर्धारायाः अपि पुष्टिः एव उद्देश्य खलु. अपि च अन्तिमः प्रश्नः, वदन्ति